गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। गते वर्गे दिशः निरूपणं कृत्वा इदानीं वयम् आत्मा इत्यस्मिन् लक्षणग्रन्थे स्मः। तत्र ज्ञान अधिकरणम् आत्मा इति लक्षितमस्ति। ज्ञानम् इति गुणः, आत्मा इति गुणी। अतः यथा वयं जानीमः गुणगुणिनोः मध्ये समवायसम्बन्धः वर्तते, तथा ज्ञानस्य अधिकरणम् आत्मा इत्यनेन तत्र ज्ञानम् इति गुणः आत्मनि समवायसम्बन्धेन वर्तते इति बोधनार्थम् एतत् लक्षणं कृतम् इति उक्तम्। अपि च ज्ञानम् इति केवलं गुणः नास्ति, आत्मनः विशेषगुणमस्ति। केवलं ज्ञानम् इति नास्ति, किन्तु ज्ञानम् इत्युक्ते बुद्धिः, सुखं, दुःखम्, इच्छा, द्वेषः, प्रयत्नः, धर्मः इत्युक्ते पुण्यम्, अधर्मः इत्युक्ते पापं, भावनाख्यसंस्कारः इत्युक्ते संस्कारः। संस्कारः इत्युक्ते किम् इति चेत्, यदा ज्ञानं भवति तदा तेन ज्ञानेन संस्कारः उत्पद्यते। नैयायिकानां मतानुसारं ज्ञानमपि क्षणात्मकम् एव, किन्तु तस्मात् अनन्तरं, ज्ञानस्य अनन्तरं यदा कदापि पुनः स्मरणम् आगच्छति, स्मृतिः आगच्छति, अहम् इदानीं घटः पश्यन्नस्मि, अयं घटः इति ज्ञानं मयि उत्पद्यते, तदनन्तरम् अयं घटः इति ज्ञानं किं करोति इति चेत्, मयि आत्मनि संस्कारः अपि उत्पद्यते। अनेन संस्कारेण एव अनन्तरं यदा कदापि तदेव घटम् अहं पश्यामि चेत् तत्र स्मरणम् एतदपि एषः घटः मया पूर्वं दृष्टम् इति तादृशस्मरणं तत्र संस्कारेण एव उत्पद्यते इति कृत्वा संस्कारः अपि आत्मगुणः। अपि च एते नवगुणाः विशेषगुणाः, आत्मनः विशेषगुणाः इति अपि अस्माभिः अधीतम्। विशेषगुणाः इत्युक्ते तद् द्रव्यमात्रवृत्तिः, तद् इत्युक्ते अत्र आत्मा इति, आत्मद्रव्यमात्र मात्रपदेन किं बोध्यम् इति चेत् एवकारः बोध्यः। आत्मनि एव एते नवगुणाः वर्तन्ते, अन्ये गुणाः अन्येषु द्रव्येषु एते नवगुणाः यदा कदापि न भवन्ति इति बोध्यम्। अपि च ज्ञानस्य अधिकरणम् आत्मा इति लक्षणे तत्र कालस्य विषये अस्माभिः दृष्टं, कालं तु सर्वेषाम् आधारः भवति, अपि च कालस्य उपादयः अपि सर्वेषां नित्यवस्तूनाम् अपि च जन्यानाम् आधारः भवति इति अस्माभिः दृष्टम्। अतः ज्ञानं कालिकसम्बन्धेन काले वर्तते इति वक्तुं शक्यते। यदि तादृशं पश्यामः तर्हि कालस्य अधिकरणं कालः अपि भवितुम् अर्हति इति कृत्वा तत्र काले अतिव्याप्तिदोषः अस्ति। पुनः अयं घटः इति ज्ञाने तत्र विषयतासम्बन्धः वर्तते इति वयं जानीमः। तिस्रः विषयताः सम्बन्धाः वर्तन्ते इति वयं जानीमः. अयं घटः इत्यस्मिन् ज्ञाने ज्ञानं विषयतासम्बन्धेन घटे वर्तते. इतोपि स्पष्टतया वक्तव्यं चेत् तत्र विषयतायाः नाम भवति विशेष्यता. ज्ञानं विशेष्यतासम्बन्धेन घटे वर्तते. ज्ञानं प्रकारतासम्बन्धेन घटत्वे वर्तते. अपि च ज्ञानं संसर्गितासम्बन्धेन समवायसम्बन्धे वर्तते इति वयं जानीमः. अतः घटः वा घटत्वं वा समवायसम्बन्धः वा तत्र ज्ञानस्य आधारः भवितुम् अर्हति इति कृत्वा यत्र यत्र मया उक्तम् इदानीं कालः घटः घटत्वं समवायसम्बन्धः इति सर्वत्र अतिव्याप्तिदोषः भवति. केवलं ज्ञान अधिकरणम् आत्मा इति तावदेव वदामश्चेत् इति तत्र वयं स्मः. किन्तु इतोपि तत्र मूलग्रन्थे यद्दत्तं सः द्विविधः, सः इत्युक्ते आत्मा द्विविधः, जीवात्मा परमात्मा च इति. अपि च ईश्वरः, ईश्वरः इत्युक्ते परमात्मा, परमात्मा सर्वज्ञः, सः एव परमात्मा, अपि च सः एकः एव इति. तत्र अस्माभिः चिन्तितम् ईश्वरः केन प्रमाणेन ज्ञायते इति चेत् मनसा ईश्वरः न ग्रहीतुं शक्यते, अतः अनुमानेन एव ईश्वरः साधितः भवति. अतः तत्र एकत्वं, तस्य विभुत्वं, नित्यत्वम् एतत् सर्वं स्वीकृतं. तस्मादुपरि तत्र सर्वज्ञत्वम् अपि स्वीकृतम् ईश्वरस्य. सर्वज्ञः इत्युक्ते किम् इति चेत् यादृशज्ञानं भवति, अभवत्, भवति, भविष्यति अस्मिन् लोके, तत्सर्वं युगपत् ईश्वरे वर्तते इति एव बोधयति सर्वज्ञः इति पदम्. अपि च जीवः, जीवात्मा प्रतिशरीरं भिन्नः, प्रतिशरीरं सः जीवात्मा भिन्नः. अत्र शरीरम् इत्युक्ते केवलं मनुष्यशरीरम् इति नास्ति, सर्वे शरीरे इत्युक्ते तत्र हस्ति नो चेत् गोः इति यत्किमपि जीवः भवति तेषु शरीरेषु प्रत्येकं शरीरे जीवात्मा लभ्यते. किन्तु सः जीवात्मा, तस्य परिमाणं किम् इति चेत् विभुः. अपि च सः नित्यः अपि इति तावत्पर्यन्तम् अस्माभिः दृष्टम्. इदानीं द्विषष्टिः तमपुटे अन्तिमपरिच्छेदः, एवञ्च एकस्यैव ज्ञानस्य त्रयः सम्बन्धाः आगताः इति आरभ्य अस्माभिः पठनीयम्. महोदय, सर्वज्ञः इत्युक्ते युगपत् ज्ञानम् एव, युगपत् अपि त्रिकाले अपि ज्ञानं सम्भवति. सत्यम् इत्युक्ते ईश्वरे सर्वाणि ज्ञानानि युगपत् वर्तते इति. यद् भविष्यति तदपि सः जानाति, यद् अभवत् तदपि सः जानाति, इदानीं यद् वर्तते तदपि सः जानाति इति. अस्तु, हा अस्तु, तर्हि भानुचित्रिमे भवान् एव आरब्धुमिच्छति वा? न महोदय, इदानीं पुस्तकं पार्श्वे आनयामि अहं, क्षम्यतां महोदय. हा मुरळि महोदय वदतु. अहम् एक सन्देहः अस्ति तत्र. हा, युगपत् सि सृष्टिक्रमं सृष्टि, सृष्टिस्य मूलकारणम् ईश्वरः सर्वज्ञः आम् पुनरपि कालस्य अनन्तरं षष्टि अस्ति वा मुरळीमहोदय सम्यक्तया न श्रूयते महोदय सम्यक्तया न श्रूयते तत्र मध्ये न श्रूयते भविष्यति नौ भवति I am sitting in the lodge Tirunamalai so I think I'm trying my best to do it aha now it's now you are able to hear ha ha idanim samyakteya shruyate ha atraiva sthitva vadatu ha ha I'll open the door aha yes, the door is closed so I'll open it then now the it's clean now it will be, I think it will be all right ha it's okay idanim samyakteya shruyate वदतु भवतः प्रश्नः किम् सृष्टिक्रमम् ईश्वरः मूलसृष्टिस्य कारणं तत्र कालस्य सृष्टेः कारणं कालस्य अनन्तरं सृष्टिः अस्ति वा अथवा कालस्य सृष्टेरनन्तरं वदति भवान् कालं तु नित्यः किल कालस्य अनन्तरम् इति न वक्तुं शक्यते एव कालं तु नित्यः ओहो मम तद्वचनम् अहं वेदान्तशास्त्रे आम् आम् तत् त्यजतु वेदान्तशास्त्रम् अत्र मा आं महोदय आम् आं महोदय आं महोदय आम् इति कृत्वा तत्र कालः तु नित्यः नित्यः इत्युक्ते येन केनापि न सृष्टः कुञ्चमः ओ ओके अस्तु समीचीनं हा अस्तु तर्हि इदानीं विजी भगिनी आरब्धुमिच्छति वा महोदय हा पठतु भगिनि एवं च एकस्य एव ज्ञानस्य त्रयः सम्बन्धाः आगताः कालिकः आद्यः समवायः विषयता च तत्तत् सम्बन्ध अवच्छिन्न अधेयतानिरूपित अधिकरणताः तिस्रः क्रमेण काले आत्मनि घटे च वर्तन्ते तासु अधिकरणतासु या द्वितीया अधिकरणता ज्ञानत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न ज्ञाननिष्ठ आधेयता निरूपिता अधिकरणता सा आत्मलक्षणे प्रविष्टा इति सूचनाय ज्ञानवान् आत्मा इति अनुक्त्वा ज्ञान अधिकरणम् आत्मा इति उक्तम् दीर्घवाक्यं किल चित्ररूपेण आम् तत्र पङ्क्तिशः भगिनी एकवारं पङ्क्तिशः पठित्वा तत्र प्रत्येकं वाक्ये किमस्ति इति वदतु एवं च एकस्य एव ज्ञानस्य त्रयः सम्बन्धाः आगताः इत्युक्ते ज्ञानस्य अधिकरणम् आत्मा ज्ञानः काले कालिकासम्बन्धेन वर्तते अपि च घटे घटे विशेष्यतासम्बन्धेन वर्तते समीचीनं सम्बन्धस्य दृष्ट्वा संसर्गिकासम्बन्धेन घटत्वे वर्तते इत्युक्ते अधिकरणं कालः घटः इति अधिकरणम् इति वयं स्वीकर्तुं न शक्नोति किमर्थं न शक्नोति अतिव्याप्तिदोषः भवति काले कालः अपि काले वर्तते किल, काले अपि काले इत्यनेन कारणेन अतिव्याप्तिदोषः भवति. आमां, किन्तु भवती उक्तवती अधिकरणम् इति न स्वीकर्तुं, किन्तु अधिकरणम् इति स्वीकुर्मश्चेदेव तत्र अतिव्याप्तिदोषः भवति. अधिकरणम् इति स्वीकर्तव्यमस्ति. तत्र ज्ञानं कालिकासम्बन्धेन काले वर्तते इति वदामश्चेत् तत्र ज्ञाने आधेयता अस्ति, काले अधिकरणता अस्ति इति कृत्वा कालं तु अधिकरणं भवत्येव. एवमेव ज्ञानं विषयतासम्बन्धेन घटे वर्तते इति चेत् ज्ञाने आधेयता अस्ति, घटे अधिकरणता अस्ति, अतः तत्रापि अधिकरणत्वं भवत्येव. घटे अपि अधिकरणत्वम् आपतति विषयतासम्बन्धेन. पुनः आत्मनि तु वयं जानीमः एव, तत्र समवायसम्बन्धेन ज्ञानं वर्तते इति कृत्वा ज्ञानं तु आदेयः, आत्मा तु अधिकरणम्, आत्मनि अधिकरणता अस्ति इति तिस्रः सम्बन्धाः आगताः. अग्रे तत्तत् सम्बन्ध अवच्छिन्न आधेयता निरूपिता अधिकरणताः तिस्रः. भवान् अपि उक्तवान् किल, क्रमेण कालः अधिकरणं भवति, घटे घटः अपि अधिकरणं भवति, आत्मा अपि अधिकरणं भवति. तत्र वाक्यं वक्तुं प्रयत्नं करोति वा? अत्र न लक्षणवाक्यं वक्तुं प्रयत्नम् अत्रैव दत्तमस्ति किल, तत्तत् सम्बन्ध अवच्छिन्न. तत्र तत्तत् इत्यस्मिन् स्थाने ज्ञानं काले केन सम्बन्धेन वर्तते? ज्ञानं काले कालिकसम्बन्धेन वर्तते. हा, अतः तत्र किं वक्तव्यं? कालिकसम्बन्ध अवच्छिन्न आधेयता निरूपित अधिकरणता आश्रयः कालः. कालः घटनिष्ठ घटत्व अवच्छिन्न घटत्व अवच्छिन्न आधे अधिकरणता आश्रय आधेयता निरूपित आधेयता ज्ञानं. इदानीं किं निरूपयति, किमर्थं ज्ञानं निरूपयति? अस्माकं लक्ष्यं तु अधिकरणमेव किल, आत्मा. अतः अधिकरणमेव निरूपणीयम्. एकनिमिषं महोदय. घटनिष्ठ घटत्व अवच्छिन्न कालनिष्ठ कालनिष्ठ कालत्व अवच्छिन्न न तादृशं नास्ति. पूर्वमेव चित्रे किल महोदय. अस्तु, आमाम्, एकनिमिषं, किञ्चित् साहाय्यं करोति वा, कथं वक्तव्यं वाक्यम् इति? आं महोदय, प्रयत्नं करोमि. इदानीं घटः काले कालिकासम्बन्धेन वर्तते. घटः इति आदि ज्ञानं, क्षम्यतां, ज्ञानं कालिकासम्बन्धेन काले वर्तते. ज्ञानं आदेयता भवति, कालः अधिकरणता भवति, अधिकरणं भवति, ज्ञाने आदेयता अस्ति. भ्रमः अस्ति. ज्ञानम् आधेयः, कालः अधिकरणं. समीचीनम्. इदानीम् आधेयता ज्ञाने अस्ति, अधिकरणता काले अस्ति. तयोः सम्बन्धः कालिकासम्बन्धः. सत्यम्. अतः कालिकासम्बन्धेन अवच्छिन्ना ज्ञाननिष्ठ आधेयता निरूपित अधिकरणताश्रयः कालः. समीचीनम्. अपि च सत्यं, अपि च तत्र इतोपि किञ्चित् योजयितुं शक्यते, यथा अग्रिमवाक्ये दत्तमस्ति तथा ज्ञानत्वावच्छिन्न कालिकसम्बन्धावच्छिन्न ज्ञाननिष्ठ आधेयता निरूपित अधिकरणता आश्रयः कालः। सत्यं महोदय। एवमेव तत्र ज्ञानं घटे वर्तते इति वाक्यं वदतु। ज्ञानं घटे वर्तते, घटः आधारः, ज्ञानं ज्ञाने आधेयत अस्ति, अतः ज्ञानत्व अविच्छिन्न तयोः एकनिमिषं तयोः सम्बन्धः इति अपि वक्तव्यं, तयोः विषयतासम्बन्धः वर्तते। समीचीनम्। अतः ज्ञानत्व अवच्छिन्न विषयतासम्बन्धेन अवच्छिन्ना ज्ञाननिष्ठ आधेयता निरूपित अधिकरणता आश्रयः घटः। समीचीनम्, समीचीनम्। अस्तु, धन्यवादः महोदय। इदानीं विजी भगिनी। आं महोदय। हा, इति यथा महोदयेन उक्तम्, इदानीम् अग्रिम अन्तिमवाक्यं पठतु। ज्ञानत्व अवच्छिन्न, ज्ञानत्व अवच्छिन्न समवायसम्बन्ध अवच्छिन्न ज्ञाननिष्ठ आधेयता निरूपित अधिकरणता सा आत्मलक्षणे प्रविष्टा इति सूचनाय ज्ञानवान् आत्मा इति अनुक्त्वा ज्ञान अधिकरण आत्मा इति उक्तम्। किन्तु अत्र आहत्य किं भवति इति चेत् तत्र ज्ञानाधिकरणम् आत्मा इति लक्षितं चेत् तत्र अतिव्याप्तिदोषः भवत्येव, काले अपि च घटे अन्यत्र सर्वत्र अतिव्याप्तिदोषः भवति। किन्तु तत्र ज्ञानवान् इति अनुक्त्वा ज्ञान अधिकरणम् इति वदनेन केवलं समवाये एव तत्र लक्षणं पतति इति नास्ति। ज्ञान अधिकरणं कालः अपि भवितुमर्हति कालिकासम्बन्धेन, घटः अपि भवितुमर्हति विषयतासम्बन्धेन इति तु सत्यमेव। किन्तु अत्र ग्रन्थकारेण किं बोध्यम् इति चेत् तत्र ज्ञान अधिकरणम् आत्मा इति वदनेन आशयः एवम् अस्ति, तत्र आत्मनि समवायसम्बन्धेन ज्ञानं वर्तते इति बोधनार्थम् एतद्वाक्यम् अत्र एतत् पदम् अत्र प्रयुक्तम् इति। न महोदय, श्रीराममहोदयस्य यदा भवान् सम्भाषणं करोति प्रतिध्वनिः नास्ति। अस्तु, इदानीम् अग्रिमपाठः तत्र बालसुब्रह्मण्यमहोदय भवान् पठितुमिच्छति वा? किञ्चित् विलम्बेन आगतं, क्षम्यतां। हा, भवतु भवतु, इदानीं प्राप्तं किल, वयं कुत्र स्मः इति। हा, अग्रे पठतु महोदय। सूक्ति ललन्तिका इति वा? आं, सत्यम्। सूक्ति ललन्तिका सम्बन्धानां वृत्तिनियामकत्वं वृत्तिनियामकत्व अभावः च। अत्र तृतीय अधिकरणता वर्णनाय विषयतासम्बन्धेन ज्ञानं घटे वर्तते इति उक्तम्। विषये अस्मिन् किञ्चित् विचार्यते। घटः भूतले संयोगेन वर्तते इति अस्ति प्रत्ययः। एतादृशप्रत्ययबलात् आधार आदेयभावः सिद्ध्यति इति ग्रन्थातौ उपपादितम्। तत्र घटः भारं निदधाति, भूतलं भारं वहति इति अपि उक्तम्। भारवहन आलोचना अधिकरणता तादृशभारनिधान आलोचना आदेयता इत्यपि प्रागुक्तम्। तावत्। तृतीय अधिकरणं विषयतासम्बन्धेन ज्ञानं घटे वर्तते इत्युक्तं विषयतासम्बन्धेन घटे ज्ञानं वर्तते अस्ति विषये अस्मिन् किञ्चित् विचार्यते घटः भूतले संयोगेन वर्तते इति अस्ति प्रत्ययः भूतले संयोगसम्बन्धेन घटः वर्तते इति प्रत्ययः इत्युक्ते महोदय अत्र ज्ञानम् इति ज्ञानम् इति प्रत्ययः इत्युक्ते ज्ञानं घटः भूतले वर्तते इति ज्ञानमस्ति संयोगेन सम्बन्धेन वर्तते तत्र घटः अपि द्रव्यमस्ति अपि च भूतलमपि द्रव्यमस्ति इति कृत्वा द्रव्ययोः मध्ये संयोगसम्बन्धः एव भवति इति ज्ञानमस्ति ज्ञानं भूतले घटम् अस्ति इति ज्ञानम् एतादृशप्रत्ययबलात् आधार आदेयभावः सिद्ध्यति इति ग्रन्थादौ उपपादित सो घट भूतले तयोः मध्ये संयोगसम्बन्धः अस्ति अपि च एतस्य प्रत्ययबलात् आधार आदेयभावः अपि अस्ति भूतलघटोः घटः मध्ये आधार आदेयभावः अपि अस्ति अत्र किम् आधारम् आधारम् इति ग्रन्थ आदौ ग्रन्थ वादनः तेन उपपादितं सत्यं किन्तु अत्र घटः भूतले संयोगेन भूतलम् आधारं ज्ञाने किम् आधारम् इति भूतलमेव घटः आदेयः भूतलम् अधिकरणम् अथवा आधारम् तत्र घटः भारं निदधाति भूलं भारं वहति इति अपि उक्तं भिन्नरीत्या वक्तुं शक्यते तत्र घटः भारं निदधाति भारं ददति सत्यं समीचीनं भूतलं भारं वहति भूतलं घटस्य भारं वहति इति अपि वक्तुं शक्यते सत्यं भारवहन आलोचना अतिकरणता सो भिन्नरीत्या पश्यामः भारवहन आलोचना अधिकरणता अधिकरण कः भारस्य वहनम् इति आलोचनम् इत्युक्ते अधिकरणता कस्मिन् वर्तते इति चेत् यद् भारं वहति तस्मिन् अधिकरणता वर्तते इति अस्माभिः पठितं किल आलोचना इत्युक्ते चिन्तनम् इति वयं स्वीकृतम् आलोचना इत्युक्ते तत्र चिन्तनमस्ति अस्माकं चिन्तनमस्ति यद् भारं वहति तस्मिन् आधारता वर्त अधिकरणता वर्तते इति अग्रे तादृशभारनिधान आलोचना आदेयत इति अपि प्रागुक्तं सो भारं वहति यत् तत् अधिकरणता इति चिन्तनं एवमेव तादृशभारनिधानं इति आदेयत इत्यपि वक्तुं शक्यते यद् बादं प्रागुक्तं पूर्वमेव पूर्वं तदा एव उक्तम् अस्माकम् आरम्भे ग्रन्थस्य आरम्भे अस्माभिः पठितं किल तत् यज्ञवृत्तः आसने उपविशति इति वदामश्चेत् तत्र यज्ञदत्तः भारं निदधाति भूतलं वा आसनं वा यज्ञदत्तस्य भारं वहति इति कृत्वा आसने अधिकरणता अस्ति यज्ञदत्ते आधेयता अस्ति इति अस्माभिः पूर्वं पठितम् इति तावदेव उक्तम्. सो यज्ञदत्तः भारं निदधाति अण्ड् आसनं भारं वहति इत्यतः तत्र यज्ञदत्ते आधेयता वर्तते, भूतले अधिकरणता वर्तते इति अस्माभिः अधीतम्. किन्तु इदानीं तत्र तस्मिन् उपरि किञ्चित् चिन्तनं भवति. धन्यवादः महोदय. इदानीं मोहन् महोदय अग्रे पठति वा. अस्तु महोदय. पठामि महोदय. परन्तु एतादृश उपपादनं बालबोधाय एव उपयुज्यते, यतोहि घटे रूपं समवायसम्बन्धेन वर्तते इति अपि अस्ति प्रत्ययः. तेनापि आधाराधाये भावः सिद्ध्यति. परन्तु रूपं गुणः इति न तत् भारनिदानक्षमं, भारः गुरुत्वम् इति उच्यते. तच्च गुरुत्वं गुण इति न रूपे गुणभूते भवति. कथं तर्हि रूपादिभारनिदानक्षमं भवेत्? कथं वा घटः रूपभारं भवेत्? अतः भारनिधानं भारवहनम् इत्येतत् सर्वं बालबोधनाय एव ग्रन्थादौ लिखितम्. तावत् महोदय. महोदय अत्र अस्ति ये भारवहन आलोचना तद् अपि च भारनिधान आलोचना यथा उक्तम् आसने आसनः चिन्त्यति यत् अहं भारं निदधामि, अपि एवञ्च यज्ञदत्तः चिन्त्यति यत् अहं भारं स्थापयामि. एतत् सर्वं बालबोधनाय एव प्रयुक्तम् अस्ति एतस्य पुस्तकस्य आदौ. यतोहि घटरूपमध्ये समवायसम्बन्धः अस्ति, रूपं घटे समवायसम्बन्धेन वर्तते, एतत् ज्ञानम् अस्ति. अत्र रूपं गुणः अस्ति और घटः गुणी अस्ति, अतः तयोः मध्ये आधाराधेय भावः सिद्ध्यति. अत्र रूपम् आधेयः अस्ति, घटः आधारः अस्ति. परन्तु वयं न वक्तुं शक्नुमः यत्र रूपं गुणः इति न तत्र भारनिधानक्षमं. किन्तु रूपं यत् गुणम् अस्ति तस्मिन् भारनिधान अर्हता नास्ति. यतोहि भारः इत्युक्ते गुरुत्वं, तच्च गुरुत्वं गुण इति न रूपे गुणभूते भवति. गुरुत्वम् अपि एक चतुर्विंशति गुणानां मध्ये एकम् अन्यतमं गुणम् अस्ति. किन्तु तत्र गुरुत्वं रूपे नास्ति, अतः वयं न वक्तुं शक्नुमः यत्र रूपगुणे भारनिधनस्य योग्यता अस्ति. अतः यदि वयं वदामः यत्र घटे रूपम् अस्ति अतः वयम् अत्र न अस्मिन् उदाहरणे वयं न वक्तुं शक्नुमः यत्र रूपं भारं निदधाति अपि च घटः रूपं स्थापयति. अतः ग्रन्थस्य आदौ यानि पदानि उपयुक्तानि यथा भारनिधानं भारवहनम् एते सर्वे मात्र बालबोधनाय एव प्रयुक्तं सन्ति. सत्यं समीचीनं, बहु समीचीनं महोदय, धन्यवादः. इति अत्र अस्मिन् परिच्छेदे यथा मोहन् महोदयेन प्रतिपादितं तत्र अस्माभिः किम् अवगन्तव्यम् इति चेत्, यत्र यत्र निदधानवहनभावः अस्ति, एकं भारं निदधाति अन्यः भारं वहति, अन्यं भारं वहति इति तत्र सम्बन्धः वर्तते. निदधानभारवहनसम्बन्धः वर्तते. यत्र यत्र भारनिदधानभारवहनसम्बन्धः वर्तते तत्र सर्वत्र आधार आधेय आधारभावः वर्तते इति तु सत्यं, किन्तु विपरीतरीत्या यत्र यत्र आधेय आधारभावः वर्तते तत्र सर्वत्र भारनिदधानभारवहनभावः वर्तते इति न वक्तुं शक्यते. उदाहरणार्थं रूपं घटे वर्तते इत्यस्मिन् सन्दर्भे रूपं घटे वर्तते इति तत् समवायसम्बन्धेन वर्तते इति कृत्वा रूपे आधेयता अस्ति, घटे अधिकरणता अस्ति, किन्तु रूपस्य भारं किम् इति चेत् किमपि नास्ति. रूपस्य स्वयं किमपि भारं नास्ति. यद्यपि आधार आधेय आधारभावः वर्तते तथापि तत्र भारनिदधानभारवहनभावः नास्ति इति बोध्यम्. किमर्थमित्युक्ते तत्र यथा मोहन् महोदयेन समीचीनतया प्रतिपादितं, गुरुत्वम् इति अन्यतमः गुणः वर्तते. चतुर्विंशतिगुणेषु गुरुत्वं, गुरुत्वम् इत्युक्ते वेय्ट्, गुरुत्वे एव भारम् अस्ति. इदानीं रूपे गुरुत्वम् अस्ति चेद् एव तत्र रूपं भारं निददाति इति वक्तुं शक्यते. किन्तु रूपम् इति भिन्नरीत्या तस्य किमपि भारं नास्ति. रूपं तु अस्ति किन्तु तस्य गुरुत्वं नास्ति इति कृत्वा रूपं घटे वर्तते इत्यस्मिन् सन्दर्भे यद्यपि रूपे आधेयता अपि च भूतले अधिकरणता वर्तते तथापि तत्र रूपे भारं निदधाति इति न वक्तुं शक्यते. अपि च रूपस्य भारं घटः वहति इति अपि न वक्तुं शक्यते इति मनसि भवेत्. तत्र आदौ ग्रन्थस्य आदौ यज्ञदत्तः आसने वर्तते इति केवलं बालबोधनाय अस्माकं मनसि स्पष्टतया ज्ञानं भवेत्. अधिकरणता इत्युक्ते किम्, आधेयता इत्युक्ते किम् इति केवलं तत्र उपोद्घातरूपेण उक्तम्. इदानीं वयं किञ्चित् प्रौढाः अभवन् इति कृत्वा इदानीम् अत्र ग्रन्थकारः वदति यत्र यत्र आधारादेयभावः वर्तते तत्र सर्वत्र भारवहनभावः वर्तते इति मा स्वीकरोतु इति सः बोधयति. समीचीनम्. अग्रे इदानीं संशयः वदतु भगिनि. क्षमम् इत्युक्ते पर्यायपदं, पर्यायपदं वा गुरुत्वम् इति? न, क्षमम् इत्युक्ते सामर्थ्यम् इति. भारनिधान सामर्थ्यं नास्ति. ओ अस्तु अस्तु जि. रूपे भारनिधानक्षमं नास्ति इत्युक्ते सामर्थ्यं नास्ति इति. धन्यवादः. अस्तु, इदानीं बालचित्री महोदय सिद्धः वा? महोदय, आं महोदय. हरि ओं महोदय, श्रूयते वा महोदय? मया न. हरि ओम्. हा, इदानीं श्रूयते, इदानीं श्रूयते. वदतु महोदय. क्षम्यतां महोदय, टेलिकाम् सिग्नल् त्राय. हा हा, भवतु, किं पठतु महोदय. वस्तुतः महोदय, हा ततः आरभ्य. सत्यं, वस्तुतः इदम् अत्र वर्तते इति अस्मदीया प्रामाणिकप्रतीतिः एव आधाराधेयभावं साधयति, न तु तत्र भारादिविचारः अपेक्षितः. एवञ्च भूतले घटः वर्तते इति प्रयत्नेन यथा घटभूतलयोः, क्षम्यतां महोदय, एवञ्च भूतले घटः वर्तते इति प्रत्ययेन यथा घटभूतलयोः आधेयाधारभावः सिद्ध्यति, तद्वत् घटे रूपं वर्तते, वायौ स्पर्शः वर्तते, आत्मनि ज्ञानादयः वर्तन्ते, पटे द्रव्यत्वं वर्तते, द्रव्यगुणकर्म तु सत्ता जातिः वर्तते, कपालयोः घटः वर्तते, तन्तुषु पटः वर्तते, सर्पे क्रिया वर्तते, कन्दुके उत्पतनं वर्तते, परमाणवाकाशादौ विशेषः वर्तते इत्यादिभिः प्रतीतिभिः समवायसम्बन्धस्य यानि पञ्चयुगलानि गुणगुणिनौ अवयव अवयवौ जातिव्यक्ति क्रियाक्रियावन्तौ विशेषनित्यद्रव्ये इत्येतेषु प्रथमस्य आधेयत्वं द्वितीयस्य अधिकरणत्वं च सिद्ध्यति. महोदय, वस्तुतः इदम् अत्र वर्तते इति वाक्येन किं प्रतीतिः? आधार आधेयभावं साधयति तस्मिन् तत् वाक्येन. भारादिविचारः तत्र न अपेक्षितः. महोदय, अत्र इदम् अत्र वर्तते इत्यस्मिन् वाक्ये कुत्र आधेयता वर्तते, कुत्र अधिकरणता वर्तते इति वदति वा? इदम् इति आधेयम्, अत्र इति आधारं. महोदय, समीचीनं, बहु समीचीनम् इत्येव वार्ता अस्ति. तत्र भारवहनचिन्तनायाः चिन्तनस्य आवश्यकता एव नास्ति. इदमि आधेयता अस्ति, अत्र इत्यस्मिन् अधिकरणता वर्तते. हा, अग्रे महोदय. महोदय, एवञ्च पूतले घटः वर्तते इति वाक्येन घटभूतलयोः भूतघटलयोः मध्ये आधार आधेयभावः सिद्ध्यति. न तु सम्बन्धः आराद्विचारः यतः पूर्वं. महोदय, अनयोः मध्ये संसर्ग संयोगसम्बन्धः. महोदय, सत्यं, संयोगसम्बन्धः. घटभूतलयोः मध्ये तु संयोगसम्बन्धः. सत्यम्. अग्रे, तद्वत् घटे रूपं वर्तते. अन्यादि उदाहरणम् एकमेकं नीत्वा परिशीलयामः. महोदय, तत्र प्रत्येकं कः सम्बन्धः इति वदतु. अहो, घटे रूपं वर्तते विशेषणविशेष्यभावं. महोदय, तत्र न न न न चिन्तयतु. रूपमिति कीदृशमस्ति? रूपमिति कीदृशपदार्थः? रूपमेकं गुणं. महोदय, हा, गुणः गुणिनि केन सम्बन्धेन भवति? गुणगुणिनोः सम्बन्धं. महोदय, हा, गुणगुणिनोः कः सम्बन्धः? सम्बन्धस्य नाम कः? अत्र समवायसम्बन्धः. रूपं घटे समवायसम्बन्धेन वर्तते. अस्य उदाहरणम् एतद् उदाहरणं गुणगुणि उदाहरणमस्ति. आं महोदय. अग्रे, वायोस्पर्शः वर्तते इति अपि गुणगुणिनोः सम्बन्धमेव. सत्यं, समवायसम्बन्धमेव गुणगुणिनो. आत्मनि ज्ञानादयः तदपि तदेव. महोदय, किं बोध्यम्? महोदय, आत्मनि सुख दुःख. हा, समीचीनम्. इति नवगुणाः, विशेषगुणाः वर्तन्ते किल, ते एव बोध्यम् अत्र. आं महोदय. पटे द्रव्यत्वं वर्तते, तदपि गुणगुणिनो सम्बन्धं. महोदय, न न, द्रव्यत्वम् इति गुणं वा? हा, द्रव्यमेव तत्. जातिव्यक्ति महोदय, किमिति? पटः इति व्यक्ति द्रव्यत्वमिति जाति. महोदय, सत्यं, सत्यम्. अतः जातिव्यक्ति सम्बन्धः, समवायसम्बन्धः. समवायसम्बन्धः एव. आं महोदय, सत्यम्. द्रव्यगुणकर्मसु सत्ता जातिः वर्तते. द्रव्यमपि गुणमपि गुणगुणिनो सम्बन्धः महोदय तत्र न अत्र वाक्यं समीचीनतया पठतु. द्रव्यगुणकर्मसु सत्ता जातिः वर्तते. अत्र आधेयता इति गुणम् अहं चिन्तयामि महोदय, द्रव्ये सत्ता अस्ति. सत्यं, सत्ता इति कीदृशं पदार्थः, कीदृशपदार्थः? गुणः महोदय. न सत्ता इति जातिः, परमजातिः महोदय, परं जातिः एव सत्ता महोदय. अतः सत्ता जातिः द्रव्ये वर्तते, सत्ता जातिः गुणिनि गुणे वर्तते, सत्ता जातिः कर्मणि वर्तते इति कृत्वा तत्र समवायसम्बन्धः वर्तते, अपि च जातिव्यक्तिसम्बन्धः वर्तते अत्र. जातिव्यक्ति वा महोदय? अग्रे आम् महोदय, सत्ता तु सर्वेषु पदार्थेषु वर्तते. आम्, सत्ता इति जाति. कपालयोः घटः अवयविनो सम्बन्धः महोदय, तदपि समवायसम्बन्धं. तत्सु पटः अपि तदेव अवयव अवयविसम्बन्धः महोदय. तत्सु पटः सर्पे क्रिया वर्तते महोदय. सर्पे इत्युक्ते महोदय तत्र सर्पं, तत्र स्नेक्, सर्पं भुजङ्गमेव. हा, भुजङ्गं, तदेव. अहो महोदय, सर्पे क्रिया वर्तते, क्रिया क्रियावन्तौ सम्बन्धः महोदय तत्र. हा, समवायसम्बन्धः, किन्तु क्रिया क्रियवत् समवायसम्बन्धः. सत्यं. कन्दुके उत्पतनं वर्तते, तदपि क्रिया क्रियावन्तौ सम्बन्धः महोदय. सत्यं. परमा आकाशादौ आकाशः किमेव आकाशपरिमाणौ तु महोदय विशेषनित्यद्रव्ये. हा, समीचीनद्रव्ये तदेव विशेषः इति पदार्थः अस्ति किल, अन्यतमपदार्थः, सप्तपदार्थेषु अन्यतमपदार्थः विशेषः नित्यद्रव्येषु भवन्ति इति अस्माभिः अधीतम्. अतः विशेषे आधेयता वर्तते. परमाण आकाशादौ, तत्र आकाशादौ इति आधिपत्य किं बोध्य यत्किमपि नित्यद्रव्यम् अस्ति ते सर्वे महोदय, कालः वा दिक् वा आत्मा मनसि. सत्यं, तदेव यत्किमपि तत्र तत्र द्रव्यचतुष्टयमेव अस्ति किल, द्रव्यपञ्चममेव अस्ति किल, आकाशः, कालः, दिक्, आत्मा, मनः, अपि च परमाणौ, परमाणुवादौ तत्र विशेषः, विशेषनित्यद्रव्यसम्बन्धः, समवायसम्बन्धः वर्तते. हा महोदय, इत्यादि प्रति समवायसम्बन्धः पञ्चयुगलानि द्रष्टव्यं तत्र. वयं प्रथमस्य आधेयत्वं, द्वितीयस्य अधिकरणत्वं च सिद्ध्यति. उपरि यद् उदाहरणार्थं दत्तं ते सर्वे प्रथमे तु आधेयत्वं वर्तते, द्वितीय पदार्थं तु अधिकरणत्वं सिद्ध्यति तत्र. हा, इति वार्ता अस्ति. अतः अत्र भारस्य निधदानम् अपि च भारस्य वहनम् इति चिन्तनं न कार्यम्. यत्र यत्र समवायसम्बन्धः वर्तते तत्र सर्वत्र केवलम् इदम् अत्र वर्तते इति अनेन एव तत्र आधारादेयभावः साधितः भवति. इदम् इति आधेयः, अत्र इति आधारः, इदम् अत्र वर्तते इति अनेन अनयोः मध्ये आधेय आधारभावः साधितः भवति इति अस्माभिः उक्तं. तत्र महोदय सूक्तिलल्लन्तिका इति उक्ते तत्र किमर्थं तत्र प्रयोगमस्ति एकवारं वदतु. सु उक्ति, उक्तिः इत्युक्ते वचनम्, सुष्ठुः यदुक्तं ललन्तिका इति तत्र गार्लेण्ड् इव माला इव अत्र इत्युक्ते अहं सुक्तिः क्या अहं जानामि तद् न तद् किमर्थं तत्र दत्तम् इति विजया भगिनी किमपि उक्तवती वा आं जि सूक्तिः इत्युक्ते पर्ल् ललन्तिका इत्युक्ते माला एव एतत् सर्वं पर्ल् इति गार्लेण्ड् गार्लेण्ड् एतत् सर्वं समीचीनं भगिनि धन्यवादः सूक्तिः इत्युक्ते तत्र पर्ल् इति सा वदति प्रायः तदेव तत्र सूक्त्या सूक्तिभिः निर्मितं माला किमर्थमत्र सूक्तिललन्तिका इति उक्तम् इति चेत् अत्र पश्यतु विद्याधरी इति पुस्तकं हा वदामि विद्याधरी इति पुस्तकं तत्र तर्कसङ्ग्रहस्य व्याख्या अस्ति किन्तु अत्र अस्मिन् पाठे किं बोधितमस्ति तत्तु मूलग्रन्थे नास्ति मूलग्रन्थे तावदेव अस्ति जीवस्तु प्रतिशरीरं भिन्नः विभुः नित्यश्च इति तावदेव अस्ति तस्मिन् उपरि स्वचिन्तनं करोति ग्रन्थकारः विद्याधरी ग्रन्थकारः इति कृत्वा यत्र यत्र तादृश स्वचिन्तनं सः करोति भिन्नरीत्या अत्र अत्र शीर्षकमस्ति वृत्तिनियामकत्वम् अपि च वृत्ति अनियामकत्वभावः इति तस्मिन् विषये मूलग्रन्थे साक्षात् किमपि न उक्तम् किन्तु एतत् सन्दर्भं स्वीकृत्य ग्रन्थकारः स्वयं तस्य चिन्तनं प्रतिपादयति इति कृत्वा तत्र अलङ्कारमिव एतत् चिन्तनं भवति मूलग्रन्थस्य अलङ्कारमिव चिन्तनं भवतु इति चिन्तयित्वा तत्र सूक्तिललितिका इति लिखितम् इति मम चिन्तनं अस्तु महोदय धन्यवादः आम् तदेव मम सन्दर्भः किम् एकैकबिन्दुः महोदय किम् एकैकबिन्दु सूक्ति इव अस्ति महोदय सूक्ति माला इव रचितम् अस्ति सत्यं सत्यं तत्र प्रत्येकं बिन्दुः सूक्ति इव इत्युक्ते तत्र वृत्तिनियामकत्वं वृत्ति अनियामकत्वभावः इति एका सूक्तिः भवति इति तादृशं तत्र पूर्वमपि अस्माभिः अधीतं किल सूक्तिललन्तिका इति अग्रे अपि आयास्यति इति कृत्वा ते सर्वे मिलित्वा तत्र अलङ्कारमिव भवति ग्रन्थस्य मूलग्रन्थस्य अलङ्कारमिव भवति इति हा अपि च श्रीराममहोदयेन गते वर्गे वर्गस्य अनन्तरं एकः प्रश्नः कृतः वर्तते तद् अत्र पुनस्मारणत्वेन सर्वेषां लाभाय अहं वदामि अत्र पश्यतु द्रव्यगुणकर्मसु सत्ता जातिः इति उक्तं तस्मिन् सन्दर्भे भानुचैतन्यमहोदयेन उक्तं सत्ता जातिः सर्वत्र वर्तते इति किन्तु तादृशं नास्ति सत्ता जातिः कुत्र वर्तते इति चेत् केवलं द्रव्यगुणकर्मसु एव वर्तते इत्युक्ते जातौ सत्ताजातिः वर्तते इति चेत् तत्र जातौ अपि सत्ताजातिः तदेव सत्ता इति पराजातिः इति उक्तम् अतः तत्र द्रव्यत्वं गुणत्वम् इत्यपि इत्यस्मिन्नपि सत्ताजातिः वर्तते एव किन्तु तस्मादुपरि इदानीं समवायः विशेषः अभावः इति अन्यतमपदार्थाः सन्ति किल तेषु सत्ताजातिः वर्तते वा इति पृष्टे सति नास्ति सत्ताजातिः समवायसम्बन्धे नास्ति सत्ताजातिः विशेषः इति पदार्थे नास्ति सत्ताजातिः अभावः इत्यस्मिन् पदार्थे नास्ति इति मनसि सर्वैः बोध्यं मुख्यबिन्दुः अस्ति किन्तु सत्ताजातिः नास्ति चेत् इदानीं समवायः नास्ति वा इति चेत् अस्तित्वम् इति धर्मः वर्तते, किन्तु अस्तित्वम् इति भिन्नधर्मः अस्ति, सत्ता इति जातिः अस्ति. सत्ता जातिः केवलं द्रव्यगुणकर्मसु एव भवन्ति ए भवति इति इति मनसि भवेत् नैयायिकानां मतानुसारम्. महोदय अभावः अपि अस्ति वा नास्ति वा महोदय? अभावः अस्ति किन्तु तस्मिन् सत्ता जातिः नास्ति. महोदय अस्ति इति सत्ता इति अहं चिन्तयामि. हा तादृशचिन्तनं मा करोतु इति बोधनार्थम् एतत् सर्वं मया उक्तं. सत्ता इति जातिः भिन्ना अस्ति, अस्तित्वम् इति धर्मः भिन्नः अस्ति. सत्ता जा सत्ता इत्युक्ते अस्तित्वम् इति नास्ति. अहो महोदय हा सत्ता इत्युक्ते इति चेत् पराजातिः तावदेव. हा मुरळी महोदय पृच्छतु. महोदय My internet connection was out. Can you please explain that dravya guna karma sta jati hi, please? Ha ha ha, punah vadami. Tatra sapta padarthaha santi kila. Dravya guna karma samanya vishesha samavaya abhavaha sapta padarthaha. Iti. Teshu samanya ityukte jati hi. Api cha, yada jati hi asmabhihi patitam, tada सत्ता इति पराजातिः जा जातिषु पराजातिः अस्ति. परा इत्युक्ते उत्कृष्टजातिः अस्ति सत्ता इति अस्माभिः पठितम्. अपि च सत्ताजातिः कुत्र वर्तते, केषु वर्तते इति चेत् द्रव्यगुणकर्मसु एव वर्तते सत्ताजातिः. इत्युक्ते समवायसम्बन्धे विशेषे अपि च अभावे सत्ता इति जातिः नास्ति. किन्तु इदानीं समवायः अस्ति वा न वा इति पृष्टे सति अस्ति एव. अस्तित्वम् इति धर्मः समवाये वर्तते, अस्तित्वम् इति धर्मः विशेषे वर्तते, अस्तित्वम् इति धर्मः अभावे वर्तते. अभावस्तु अस्ति एव, किन्तु अस्तित्वम् इत्युक्ते सत्ता इति नास्ति. अस्ता सत्ता इत्युक्ते किं? सत्ता इति एका जातिः तावदेव. सर्वेषु पदार्थेषु, सर्वेषु द्रव्येषु, सर्वेषु गुणेषु, सर्वेषु कर्मसु सत्ता इति जातिः भवति इति तावदेव नैयायिकानां चिन्तनम् इति मनसि बोध्यम्. अस्तु समीचीनम्. हा इदानीं श्रीराम महोदय अग्रे पठति वा? श्रीराम महोदय म्यूट् मध्ये अस्ति भवान्. महोदय हा इदानीं श्रूयते, पठतु महोदय. एवं एवम् एकनिमिषम् एकनिमिषं महोदय. क्षम्यताम्. अस्तु महोदय. महोदय किमपि न श्रूयते. इदानीं श्रूयते वा? एवं भूतले घटो नास्ति, वायौ रूपं नास्ति, परमाणौ महत्त्वं नास्ति, रूपे गुरुत्वं नास्ति इत्यादि प्रत्ययैः तत्तद् अभावस्य दैशिकविशेषणतासम्बन्धेन आदेयत्वं भूतल वायुवादीनाम् अधिकरणत्वं च सिद्धं भवति. एवमेव दृश्यत्वं कार्यत्वं कारणत्वम् इत्यादयः ये विषयाः एतत् शास्त्रचर्चिताः तेषामपि घटे विषयत्वं वर्तते इत्यादि ज्ञानैः दैशिकविशेषणतासम्बन्धेन स्वरूप अपर स्वरूप अपरपर्यायेन आधार आधेयभावसिद्धः अतः विषयवादीनाम् आधेयत्वं घटादीनाम् अधिकरणत्वं ज्ञातव्यम् इदानीं पूर्वस्मिन् परिच्छेदे आधाराधेयभावः द्रव्याणां मध्ये एतादृशं गुण गुणिनोः मध्ये अवयवयोः मध्ये इति दृष्टम्। इदानीम् अभावस्य विषये दत्तमस्ति, एवं भूतले घटो नास्ति, वायौ रूपं नास्ति, परमाणो महत्त्वं नास्ति, रूपे गुरुत्वं नास्ति इत्यादि प्रत्ययैः तत् तद् अभावस्य दैशिकविशेषणता सम्बन्धेन आधेयत्वम् आधेयत्वं वर्तते। इदानीम् आधेयः कः इत्युक्ते घटः भूतले नास्ति इति उदाहरणं स्वीकुर्मश्चेत् तत्र आधेयः घटः, भूतलम् अधिकरणम्। अतः तयोः मध्ये आधेयः कः, आधेयः कः, अभावः, अभावः घटोभावः, घटाभावेव आधेयः, घटाभावेव आधेयः, भूतलम् अधिकरणं, तयोः मध्ये सम्बन्धः वर्तते। सा दैशिकविशेषणता एव सः सम्बन्धः। अस्माभिः किं पठितं तत्र अभावः अपि च आधारयोः मध्ये कः सम्बन्धः भवितुमर्हति इति? विषयतासम्बन्धः न तत्र दैशिक स्वरूपसम्बन्धः, स्वरूपसम्बन्धः स्वरूपसम्बन्धः इत्युक्ते किम् इति चेत् दैशिकविशेषणतासम्बन्धः एव स्वरूपसम्बन्धः, स्वरूपसम्बन्धः, स्वरूपसम्बन्धः इति एकविधदैशिकविशेषणतासम्बन्धः अस्माभिः कल्पितः। सत्यं महोदय। भूतल भूतलवायुवादीनाम् अधिकरणत्वं च सिद्धम्। इदानीं भूतलं, वायु, परमाणु एते अधिकरणानि भवन्ति, घटाभावः, रूपस्य अभावः, रूपाभावः, महत्त्व अभावः एते आदेयाः भवन्ति। एवमेव विषयत्वं, कार्यत्वं, कारणत्वम् इत्यादयः ये विषयाः एतत् शास्त्रचर्चिताः, एतस्मिन् शास्त्रे विषयत्वं, कार्यत्वं, कार्यत्वं, कारणत्वम् इत्यादि विषयाः अपि एवमेव चर्चिताः इति एतेषां घटे विषयत्वं वर्तते, एतेषामपि घटे विषयत्वं वर्तते इत्यादि ज्ञानैः दैशिकविशेषणतासम्बन्धेन स्वरूप अपर पर्यायेन आधाराध्येयभावः सिद्धः, सिद्धिः घटे विषयत्वं वर्तते, विषयत्वं वर्तते, विषय घटः विषयः ज्ञानस्य विषयः वा महोदय, तादृशं वा? ज्ञानस्य विषयः इति स्वीकुर्मश्चेत् इत्यादि ज्ञानैः ज्ञानस्य विषयः इति अस्ति तदा दैशिकविशेषणतासम्बन्धेन यदा त्रिविधविषयताः वर्तते घटे वर्तते, विषयता विशेष्यता तदा तादृशम् एव संसर्गता, प्रकारिता इति अस्ति। ज्ञानं तेषु वर्तते तदा केन सम्बन्धेन इति पृष्टे दैशिकविशेषणतासम्बन्धेन वर्तते. तत्रापि आधाराधेयभावः अस्ति. अतः विषयत्वादीनाम् आधेयत्वं घटादीनाम् अधिकरणत्वं ज्ञातव्यम्. इदं विषयतासम्बन्धे एक विषयतासम्बन्धे अस्ति. विशेषता स्वीकुर्मश्चेत् तदा ज्ञानम् आदेयः भवति, घटः अधिकरणं भवति. एवं तयोः मध्ये आधार आदेयभावः वर्तते. हा इति अस्ति, समीचीनं महोदय. हा अत्र केवलम् अवगमनार्थम् एतद् अहं वदामि. अत्र पूर्वस्मिन् परिच्छेदे पश्यन्तु सर्वे, भूतले घटः वर्तते. केन सम्बन्धेन? संयोगसम्बन्धेन. संयोगः इति गुणः, भूतलम् इति द्रव्यं, घटः इति द्रव्यम् अस्ति. अपि च तत्र भिन्नभिन्न उदाहरणानि दत्तानि सन्ति किल, तत्र घटे रूपं वर्तते, वायोः स्पर्शः इति. सर्वत्र तत्र समवायसम्बन्धः बोध्यः अस्ति. समवायसम्बन्धः अपि च संयोगसम्बन्धः इति पूर्वस्मिन् परिच्छेदे उक्तम्. अस्मिन् परिच्छेदे किमुक्तम् इति चेत् तत्र अभावः. अभावः केन सम्बन्धेन अन्यस्मिन् भवति इति चेत् स्वरूपसम्बन्धेन, नो चेत् दैशिकविशेषणतासम्बन्धेन अन्यस्मिन् भवति अभावः. तादृशदैशिकविशेषणतासम्बन्धः इत्युक्ते स्वरूपसम्बन्धः अस्माभिः कल्पितः. वस्तुतः सम्बन्धद्वयमेव वर्तते. एकं तु संयोगः द्रव्ययोः मध्ये भवति, अन्यस्तु समवायः गुणगुणिनोः, क्रियाक्रियावतोः, अवयव अवयविनोः, विशेषनित्ययोः, जातिव्यक्तयोः मध्ये पञ्चसु स्थलेषु एव समवायसम्बन्धः भवति इति. सम्बन्धद्वयमेव पदार्थेषु अन्यतमेन उक्तं नैयायिकानां मतानुसारं. किन्तु तस्मादुपरि ये ये सम्बन्धाः अस्माभिः प्रयुक्ताः वर्तन्ते, इत्युक्ते स्वरूपसम्बन्धः वा, तादात्म्यसम्बन्धः वा, तत्र अन्यत् किमपि सम्बन्धः अस्माभिः कल्पितमेव, किन्तु तादृशकल्पितसम्बन्धेन अपि तत्र आधारादेयभावः सिद्धः भवति इति यत् यः परिच्छेदः श्रीराममहोदयेन पठितं तत्र तदेव उक्तम्. इत्युक्ते तत्र इदानीं विषयता, कार्यता, कारणता इति एतादृशधर्मः, एते सर्वे जातिः नास्ति, जातयः नास्ति. कार्यता, कारणता इति केवलं धर्माः एव, कल्पितधर्माः एव. यदा कार्यकारणचिन्तनम् अस्माभिः क्रियते तदा कार्यता कुत्र वर्तते, कारणता कुत्र वर्तते इति अस्माभिः चिन्तितं भवति. तत्र कल्पितमपि भवति ते इति कृत्वा, यद्यपि ते कल्पितमस्ति, तत्र सम्बन्धः अपि कल्पितः, धर्मः अपि कल्पितः, तथापि तत्र आधाराधेयभावः सिद्ध्यति एव. इत्युक्ते कारणता, घटे कपाले कारणता वर्तते इति वयं वदामश्चेत् तत्र कारणता इति कीदृश पदार्थः इति, तत्र पदार्थः एव नास्ति कारणता इति, केवलं कल्पितधर्मः अस्ति. तथापि कारणता आदेयः भवति, कपालः आधारः भवति. अयं घटः इति ज्ञाने घटे विषयता अस्ति इति कृत्वा विषयत्वं घटे वर्तते. विषयत्वम् इति कीदृशपदार्थः इति चेत् किमपि पदार्थः नास्ति. विषयः विषयत्वम् इति जातिः नास्ति. विषयत्वम् इति धर्मः अस्माभिः कल्पितम्. किन्तु यद्यपि सः धर्मः कल्पितः अस्ति तथापि तत्र विषयत्वे आधेयता अस्ति, घटे आधारता अस्ति इति अस्माभिः अवगन्तव्यमस्ति. इत्युक्ते आहत्य कल्पितधर्मः वा भवतु, कल्पितसम्बन्धः वा भवतु, नो चेत् वस्तुस्थितिः यदस्ति, इत्युक्ते समवायः वा संयोगः वा, यत्किमपि भवतु तत्र सम्बन्धः, यत्र यत्र आधार आधेयभावः अस्ति तत्र सर्वत्र यत्र यत्र आधार आधेयभावः वयम् अस्माभिः कल्प्यते तत्र सर्वत्र सम्बन्धः वर्तते एव, एतत् कल्पितसम्बन्धः भवतु वा नो चेत् वस्तु वस्तुस्थितिसम्बन्धः भवतु वा यत्किमपि भवतु तत्र आधार आधेयभावः सिद्ध्यति एव, अस्ति एव। अनेन आधार आधारभावेन अन्येषां परिचयं दातुं शक्नुमः इति अवगन्तव्यम्। अपि च नैयायिकानां मतानुसारं सम्बन्धः सर्वत्र वक्तव्यमस्ति, केवलम् एवमेव वदति चेत् अभावः कुत्र वर्तते, भूतले वर्तते, घटाभावः भूतले वर्तते इति तावदेव वदति चेत् नैयायिकानां समाधानं न भवति, ते सर्वै सर्वदा पृच्छन्ति केन सम्बन्धेन, वयम् अस्माभिः वक्तव्यमस्ति, तत्र साक्षात् संयोगः वा समायः नास्ति चेदपि तत्र किमपि सम्बन्धः कल्पनीयः भवति, स्वरूपसम्बन्धेन वर्तते, दैशिकविशेषणतासम्बन्धेन वर्तते, कालिकविशेषणतासम्बन्धेन वर्तते इति किमपि सम्बन्धं वक्तव्यम् अस्ति। यथा कालस्य लक्षणे अस्माभिः पठितं समानक्रियावतोः मध्ये तत्र परस्पर आधारादेयभावः वर्तते इति कृत्वा अहं कालिकसम्बन्धेन त्वयि वर्तते, त्वं कालिकसम्बन्धेन मयि वर्तते, इदानीन्तनकाले आवां वर्ततः इति कृत्वा तादृशसम्बन्धः कल्पितुं शक्यते इति बोध्यं, तदेव अत्र उक्तमस्ति। अस्तु महोदय, महोदय एकः प्रश्नः अस्ति, तत्र अन्तिम पङ्क्तौ पूर्वं पङ्क्तेः पूर्वं स्वरूप अपरपर्यायेन इति पदम् अस्ति, स्वरूप अपर च स्वरूपसम्बन्धेन भिन्न तु पर्यायसम्बन्धेन इति अर्थः वा? न न न, अत्र दैशिकविशेषणता इत्युक्ते किम् इति चेत् स्वरूपसम्बन्धः एव, तस्य पर्यायपदमेव अस्ति इति तावदेव अर्थः। दैशिकविशेषणता, दैशिकविशेषणता इत्युक्ते किम् इति चेत् स्वरूपसम्बन्धः एव, एकविधस्वरूपसम्बन्धः एव। तदा स्वरूप अपर इति दत्तमस्ति पर्यायेन तु पर्यायेन, स्वरूप अपरपर्यायेन इत्युक्ते हा इत्युक्ते तत्र स्वरूपसम्बन्धः इति वदामश्चेत् तत् पर्यायपदमस्ति, दैशिकविशेषणता सम्बन्धस्य पर्यायपदमस्ति पदमस्ति स्वरूपसम्बन्धि इति एव अत्र अत्र वार्ता। महोदय के प्रश्नः अस्ति, हा महोदय अस्मिन् परिच्छेदे अस्ति परमाणौ महत्त्वं नास्ति, तो महत्त्वम् इत्युक्ते परमहत्त्वपरिमाणत्वम्, परममहत्परिमाणं नो चेत् मध्यमपरिमाणं यत्किमपि भवतु, परमाणौ केवलं परमाणुपरिमाणमेव अस्ति, महत्त्वम् इति भिन्न भिन्नगुणः अस्ति, सप्तविंशतिः क्षम्यतां चतुर्विंशतिगुणेषु महत्त्वम् इति अन्यतमः गुणः अस्ति, इत्युक्ते महत्त्वम् इति परिमाणमस्ति, क्षम्यतां परिमाणमिति गुणः अस्ति, परिमाणं तु त्रिविधं भवति, परमाणुपरिमाणं महत्परिमाणं परममहत्परिमाणम् इति, परमाणौ महत्परिमाणम् इत्युक्ते मध्यमपरिमाणमपि नास्ति, परममहत्परिमाणम् इत्युक्ते विभुपरिमाणमपि नास्ति इति बोध्यम्। अस्तु महोदय, महोदय अस्मिन् अस्ति घटे विषयत्वं वर्तते, तो घटः विषयः अस्ति, ज्ञानं घटे विषयतासम्बन्धेन वर्तते, विषयत्वं घटः घटस्य धर्मः अस्ति, तो विषयत्वं घटरूपी विषये वर्तते, एतत् वक्तुं शक्नुमः? सत्यं सत्यं, तदेव तदेव। अस्तु महोदय, धन्यवादः। विषयत्वं घटे वर्तते इति कृत्वा तत्र विषयत्वे आधेयता अस्ति, घटे आधारता अस्ति। आं महोदय, यद्यपि विषयत्वम् इति कल्पितमस्ति, कल्पितधर्मः एव, साक्षात् तत्र नास्ति, यदा वयं व्यवहारं कुर्मः तदा एव विषयत्वं, यदा अस्माकं ज्ञानं भवति तदा एव विषयत्वं घटे आगच्छति इति कृत्वा तत्र कल्पितमेव, तथापि अनेन कल्पितधर्मेणापि तत्र आधारादेयभावः सिद्ध्यति इति अत्र उक्तम्। अस्तु महोदय, धन्यवादः। समीचीनं। हा, इदानीम् अन्तिमपरिच्छेदः अस्ति, समयः अस्ति, तदपि पूरयामः। मुरळीमहोदय पठति वा? अहं पठामि, प्रयत्नं करोमि महोदय। एवं दर्शितरीत्या कालोपाधीनां गृहादि रूपजन्यनामपि इदानीं घटः वर्तते, तदानीं घटः आसीत् इत्यादि प्रत्ययैः कालिकसम्बन्धेन अधिकरणत्वात् अधिकरणत्वम् इतरेषां च तेन सम्बन्धेन आदेयत्वं बोध्यम्। तावत् वदतु महोदय प्रथमम्। एवं दर्शयित्वा दर्शितरीत्या अस्माहं पूर्व परिच्छेदेन पठनं मूलं काल उपाधीनां गृहादि रूपजन्यानामपि इदानीं तत्र गृहम् उदाहरणं स्वीकरोमि, पद्मालयं चित्राणि गृहाणि। इदानीं घटः वर्तते, तदानीं महोदय, मुरळीमहोदय, इदानीं घटः वर्तते इत्यस्मिन् वाक्ये कुत्र आधेयः वर्तते, कुत्र आधारः वर्तते? इदः आधेयता वर्तते, घटः आधारः वर्तते। न, इदानीं घटः, पश्यतु सम्यक्तया अवगच्छतु, इदानीं घटः इत्यस्मिन् वाक्ये आधारः कः? आधारः इदानीम् इति आधारः। सत्यम्, इदमि आधारः आधारता वर्तते, घटे आधेयता वर्तते। समीचीनम्, आधेयता वर्तते। हा, अग्रे वर्तते, तदानीं घटः आसीत् इत्यादि प्रत्ययैः कालिकसम्बन्धेन अधिकरणत्वम् इतरेषां च तेन सम्बन्धेन आदायत्वं बोध्यम्। आदेयत्वं बोध्यम्। तदानीं घटः आसीत्, तत्र घटः आसीत् इत्यादिप्रत्ययैः कालिकसम्बन्धेन अधिकरणत्वं कुत्र वर्तते इति चेत्, कालिकसम्बन्धेन काले तत्र घटकालकालं द्वयोर्मध्ये आधारादेयसम्बन्धः अस्ति। समीचीनं, कुत्र कः आधारः? कालिका आधारः, घटः आधेयः। समीचीनं, कालः आधारः, घटः आधेयः। आधेयः आधेयः वर्तते, अधिकरणत्वम् इतरेषां समीचीनं इति कृत्वा अत्र अस्मिन् यः यद्वाक्यं मुरळीमहोदयेन पठितं तत्र कालिकसम्बन्धेनापि आधार आधेयभावः सिद्ध्यति इति बोध्यम्। समीचीनं महोदय, धन्यवादः। इदानीं विधिभगिनी अग्रे पठति वा? महोदय, परमार्थस्तु संयोगेन समवायेन स्वरूपापरपर्याय पर्यायदैशिकविशेषणतया कालिकेन यौ पदार्थौ परस्परसम्बन्धौ प्रतीयते तत्र इह इति प्रत्ययविषयः भूतलादि अधिकरणं भवति अयम् इति प्रत्ययविषयः घटादिः आधेयत्वान् भवति इति सिद्धम् आधेयत्ववान् आधेयत्ववान् भवति इति सिद्धं परमार्थ इत्युक्ते अग्रे अग्रे अपि पठतु भगिनि पूरयित्वा पुनः चिन्तयामि एते च सम्बन्धाः आधाराधेयभावं साधयन्ति इति वृत्तिनियामकाः इति उच्यन्ते वृत्तिः आधेयता तन्नियामकाः तत्तच्छेदकः तत् अवच्छेदकाः इत्यर्थः वदतु इदानीं दर्शित् परमार्थः इत्युक्ते परमं वा परमार्थः परमार्थस्तु इत्युक्ते तत्र वस्तुस्थितिः किम् इति चेत् संयोगेन संयोगेन समवायेन स्वरूप अपरापर्याय देशिकविशेषणतया एतानि सर्वाणि सम्बन्धं सूचयन्ति कालिकेन एतानि पदार्थौ परस्परसम्बन्धौ प्रतीयेते तत्र इह इति प्रत्ययविषयः भूतलादि अधिकरणं भवति इह इति प्रत्यय आधेयता भवति इह इत्युक्ते कः के पदार्थाः एतेन सम्बन्धेन वर्तते कालिकेन वा स्वरूपसम्बन्धेन वा संयोगेन वा समवायेन वा एतानि सम्बन्धानि एते सम्बन्धाः वर्तते इह इति प्रत्ययः उपयुज्य भूतलादिपदार्थानाम् अधिकरणं भवन्ति अयम् इति प्रत्ययविषयः घटम् अधिकरणं चेत् घटे रूपं घटे वर्तते इति वाक्येन रूपम् इति आदेयः घटादि अत्र तु घटः भूतले वर्तते इति वाक्यं तत्र भूतले अधिकरणता अस्ति घटे आधेयता अस्ति घटादि आधेयत्वान् भवति इति सिद्धा एते च सम्बन्धाः आधाराधेयभावं साधयन्ति भवान् उक्तवान् किल ये सम्बन्धाः अपि आधाराधेयभावं साधयन्ति इति पूर्वमेव वयं दृष्टवन्तः एते च सम्बन्धाः आधाराधेयभावं साधयन्ति इति वृत्तिनियामकाः इति उच्यन्ते इति नामकरणं भवति वृत्तिनियामकाः यत्र यत्र आधाराधेयभावं साधयन्ति तत्र वृत्तिनियामकाः इति उच्यन्ते वृत्तिः आधेयता तन्नियामकाः तत् अवच्छेदकाः इत्यर्थः तद् लास्ट् वाक्यं न अवगतं महोदय तन्नियामकाः तत् अवच्छेदकाः इत्यर्थः तत्र अवच्छेदकम् इत्युक्ते आधेयत्वम् इति अस्ति किल तदेव अवच्छेदकधर्मः भवति इत्युक्ते तत्र घटः भूतले वर्तते इति वदामश्चेत् तत्र घटे आधेयता अस्ति घटे विद्यमानघटत्वम् आधेयत्वेन अवच्छिन्ना भवति घटे विद्यमानघटत्वं घटत्वम् इति जातिः केन अवच्छिन्ना इति चेत् आधेयता इति धर्मेण अवच्छिन्ना आधेयत्वेन अवच्छिन्ना भवति घटत्वम्। आम् महोदय। अपि च भूतले भूतलम् अधिकरणं, भूतले अधिकरणता, भूतले विद्यमानभूतलत्वं केन धर्मेण अवच्छिन्ना इति चेत् अधिकरणत्वेन अवच्छिन्ना भवति। इति एतदेव वृत्तिनियामकाः इत्युक्ते तत्र स्पष्टतया किञ्चित् म्यूट् मध्ये भवतु भगिनि, कृपया प्रतिध्वनिः आगच्छति। समीचीनं, धन्यवादः। हा, एतदेव अत्र मुख्यवार्ता अस्मिन् परिच्छेदे इदानीं यद् विजि भगिन्या पठितं तत्र अस्य शीर्षकं किम् इति चेत् सम्बन्धानां वृत्तिनियामकत्वं वृत्ति अनियामकत्वभावः इति। अत्र के के सम्बन्धाः अस्माभिः अधीताः, संयोगसम्बन्धः, समवायसम्बन्धः, स्वरूपसम्बन्धः, कालिकसम्बन्धः इति, एतेन एतैः सम्बन्धैः किं भवति इति चेत् तत्र एते सम्बन्धाः अवच्छेदकाः भवन्ति, तत्तद्धर्माणाम् अवच्छेदकाः भवन्ति इति कृत्वा तत्र वृत्तिनियामकसम्बन्धः वर्तते। भूतले घटः वर्तते, घटः भूतले वर्तते इति वदामश्चेत् तत्र घटे आधेयता अस्ति, तदेव आधेयता इत्युक्ते तदेव वृत्तिः इति। घटे आधेयता अस्ति, भूतले आधारता अस्ति, तत्र आधेयत्वेन अवच्छिन्ना भवति घटत्वम् इति कृत्वा तत्र विपरीतरीत्या न वक्तुं शक्यते। भूतलं घटे वर्तते इति वक्तुं शक्यते वा? न शक्यते। अत्र अतः अत्र नियममस्ति, अतः एव अत्र उक्तं वृत्तिनियामकाः इत्युक्ते तत्र नियमेन वक्तव्यमस्ति। घटः एव भूतले वर्तते इति वक्तव्यं, न तु विपरीतरीत्या तत्र यदा कदापि न वक्तुं शक्यते। केवलं इदानीं घटः भूतले वर्तते इत्यस्मिन् सन्दर्भे घटे एव आधेयता, भूतले एव आधारता, तत्र विपरीतरीत्या न वक्तुं शक्यते। पुनः रूपं घटे वर्तते इत्यस्मिन् सन्दर्भे रूपे एव आधेयता, घटे एव अधिकरणता इति तत्र नियमेन वक्तव्यम् अस्ति। अहं पूर्वमुक्तं किल तत्र विभुत्वम् इत्युक्ते किम् इति चेत् यत्र अनियामकवृत्तित्वम् अस्ति तत्रैव विभुत्वं स्वीकर्तव्यम् इति। तत्र आकाशः विभुः, आकाशे विभुत्वमस्ति, किमर्थं तत्र विभुत्वम् इति स्वीकृतम् इति चेत् विभुत्वम् इत्युक्ते किम् इति चेत् सर्वत्र वर्तते इति नास्ति। विभुत्वम् इति किम् इति चेत् अनियामकवृत्तित्वम् इत्युक्ते वयं वक्तुं शक्नुमः घटः आकाशे वर्तते इति वदामश्चेत् इदानीं घटे आधेयता अस्ति, आकाशे अधिकरणता अस्ति, किन्तु अत्र नियामकत्वं नास्ति। तत्र विपरीतरीत्या आकाशः घटे वर्तते इति अपि वक्तुं शक्यते। आकाशः घटे वर्तते इति वदामश्चेत् तत्र इदानीम् आकाशे अधेयता अस्ति, घटे अधिकरणता भवति इति कृत्वा तत्र वैपरीत्यं कर्तुं शक्यते। नियामकत्वेन एकमेव आधेयः, अन्यः सर्वदा आधारः भवति इति तादृशं नियमेन यत्र न भवति तदेव वृत्तिनियामकभावः इति वदामः। यथा घटः भूतले वर्तते, भूतलं घटे वर्तते इति यदा कदापि न वक्तुं शक्यते इति कृत्वा घटः भूतले वर्तते इत्यस्मिन् सन्दर्भे तत्र आधार आधेयभावे वृत्तिनियामकत्वभावः अस्ति, वृत्तिनियामकभावः अस्ति, तदेव वृत्तिनियामकभावः। इदानीम् अग्रिमपाठे तत्र वृत्ति अनियामकभावः अपि भवितुमर्हति, सम्बन्धः तु वर्तते, तथापि तत्र वृत्ति अनियामकभावः अपि भवितुमर्हति इति अत्र अग्रिमपाठे पाठः अग्रे गमिष्यति। अत्र प्रश्नः वर्तते वा महोदय? विषयः ज्ञाने वर्तते इति अनियामिक वा? ज्ञानमपि विषये वर्तते इति वृत्ति अनियामकः सम्बन्धः भिद्यते किल? ओहो, हा बालसुब्रह्मण्यं महोदय, ज्ञाने ज्ञानं केन सम्बन्धेन विषये भवति, अपि च विषयं केन सम्बन्धेन ज्ञाने भवति इति वदतु। ज्ञाने विषये विषयता सम्बन्धेन, विषयः ज्ञाने विषयिता सम्बन्धेन। हा सत्यं, विषयः ज्ञाने विषयिता सम्बन्धेन वर्तते, अपि च ज्ञानं घटे विषये विषयता सम्बन्धेन वर्तते इति तत्र सम्बन्धस्य भेदः भवति। अतः तत्र वृत्ति अनियामकत्वं न वक्तुं शक्यते। एकमेव सम्बन्धः भवेत् किन्तु तत्र वैपरीत्यमपि कर्तुं शक्यते चेदेव तत्र। इदानीं विजिभगिनी भवती वदतु, घटः आकाशे वर्तते इति वदामश्चेत् तत्र कः सम्बन्धः? न सम्बन्धः कः? आधारादेः इति भावः, सम्बन्धः कः? सत्यं, घटः इति द्रव्यम्, आकाशः संयोगः, संयोगसम्बन्धः। हा घटः आकाशे संयोगसम्बन्धेन वर्तते। इदानीम् आकाशः अपि घटे संयोगसम्बन्धेन। हा इति वार्ता, एकमेव सम्बन्धः किन्तु तत्र आधार आदेयभावस्य वैपरीत्यं कर्तुं शक्यते इत्येव तत्रैव वृत्ति अनियामकभावः इति स्वीकर्तव्यम्। अस्तु महोदय, समीचीनम्। महोदय सि रूपः घटे वर्तते, सत्यं घटे रूपं वर्तते, तत्र वृत्तिः नियमेन सम्बन्धेन वर्तते न? तत्र वृत्तिनियामकसम्बन्धः एव वर्तते। आम् भूतले घटं वर्तते तत्र नियामकसम्बन्धेन, सर्वत्र नियामकसम्बन्धः एव, वृत्तिनियामकसम्बन्धः एव भवति तत्र सर्वत्र। न पूर्वं घटः भूतले वर्तते विपरीतरीत्या न वक्तुं शक्यते नो? आम्, अतः यत्र विपरीतरीत्या न वक्तुं शक्यते तत्र वृत्तिनियामकसम्बन्धः एव वर्तते। वृत्तिनियामकसम्बन्धः न वर्तते, घटभूतले मध्ये वृत्ति नियामकसम्बन्धे न वर्तते महोदय। तदेव महोदय, घटभूतलयोः मध्ये वृत्तिनियामकसम्बन्धः वर्तते, वृत्ति अनियामकसम्बन्धः न वर्तते। वृत्ति अनियामकसम्बन्धः न वर्तते, न वर्तते, हा वृत्तिनियामकसम्बन्धः एव वर्तते। रूपं वृत्ति नियामकसम्बन्धेन वर्तते। हा आम् आम् आम् रूपः तयोर्मध्ये न तत्रापि वृत्तिनियामकसम्बन्धः एव, रूपमेव घटे वर्तते, घटः रूपेण वर्तते किल। आम् आम् दट्स् वाट् ऐ एम् टेलिङ्ग्, तत्र वृत्तिनियामकसम्बन्धेन वर्तते, सत्यम्। आम् जी अनियामक अनियामकसम्बन्धः मीन्स् वेन् वेन् वि कान्ट् से ईच् टुगेदर् लैक् दट् भूतलं भूतले अस्ति, घटं भूतले अस्ति, दट् वि कान्ट् से like that. Where you can't say like that, it is niyamaka sambandha. Aniyamaka sambandha iti nasti. Where you cannot change it like that, it is vritti niyamaka sambandha. Atra ekanimsham, tatra recording stagayam.